सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आदौ सुभाषितं श्रूयते, पश्चात् पाठं प्रति गच्छेम. भगिनी एकवारं स्मारयतु. नित्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं नित्या भोगकरी यशः सुखकरी नित्या गुरूणां गुरुः नित्या बन्धुजनो विदेशगमने नित्या परा देवता नित्या राजसुपूज्यते न तु धनं नित्या विहीनः पशुः. गतवर्गे कथा समाप्ता. कथा समापिता, द्वयोर्मध्ये भेदः अस्ति. समाप्ता इति अणिजन्तरूपं, समापिता इति अणिजन्तयुक्तं रूपं, क्ताप्रत्ययान्तरूपं. कथाम् आश्रित्य केचन प्रश्नाः दत्ताः. आदौ तेषां प्रश्नानाम् उत्तराणि दातुं प्रयत्नं कुर्मः. तत्र काठिन्यं किमपि नास्ति, केवलम् अभ्यासार्थं कुर्मः. एतेषां प्रश्नानाम् उत्तराणि लिखत इत्यस्मात् आरभ्य अद्य अवलोकयाम. भूमा भगिनी कृपया आरम्भं करोतु. एतेषां प्रश्नानाम् उत्तरं लिखत. एतेषां प्रश्नानां विशेषणविशेषभावः अस्ति. भगिनी एतेषाम् इति सर्वनामपदमस्ति, प्रश्नानाम् इति विशेष्यमस्ति. सर्वनामपदानि अपि विशेषणम् इव कार्यं कुर्वन्ति, किन्तु सर्वनामपदानि भिन्नानि. उचितानां प्रश्नानाम् उत्तरं वदतु इति वदामि चेत् उचितानां प्रश्नानाम् उत्तराणि इति वदामि चेत् उचितः प्रश्नः. द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. इतोपि स्पष्टतया अवगन्तुमिच्छामश्चेत् केवलं सर्वनामपदमस्ति. एतेषाम् इति सर्वनामपदं खलु? सर्वनामपदं वदतु. एतेषां षष्ठीविभक्ति बहुवचनम्. एतेषां प्रश्नानामपि, प्रश्नः पुल्लिङ्ग अकारान्तपुल्लिङ्गः रामशब्दवत् अस्ति. प्रश्नानां षष्ठी बहुवचनम्. उत्तरं लिखत, उत्तरं द्वितीया विभक्ति. लिख् धातु, लिख् धातु सकर्मकधातु इति, अतः उत्तरं द्वितीया विभक्ति कर्मपदमस्ति. उत्तरं नपुंसकलिङ्गम. उत्तमं. द्वितीया विभक्ति, प्रथमा विभक्ति, द्वितीया विभक्ति समानमेव. के युद्धभूमौ समवेताः? उत्तरं पदस्य रूपाणि वदतु. उत्तरम्, उत्तरे उत्तराणि. णि णत्वं भवति, यकारनिमित्तमस्ति उत्तरम्. उत्तमम्. एतेषां प्रश्नानां तत्र सन्धिकार्यं कृतमस्ति. एतेषाम् इत्यत्र वदतु. मनुस्वर इति सूत्रस्य प्रयोगं कुर्मः. एतेषां मकार अनुस्वारः अस्ति. मकारस्य स्थाने अनुस्वारः अम् इति तिष्ठति. एतेषाम् उत्तमं. मोनुस्वारः सूत्रेण पूर्वं स्थितस्य मकारस्य स्थाने अनुस्वारादेशः भवति. परवर्णः पकारः अस्ति, पकारः व्यञ्जनमस्ति. मोनुस्वारः इत्यस्मिन् सूत्रे निमित्तं किं? हल् वर्णः निमित्तं, हलिपरे इति उक्तमस्ति. अत्र पकारः हल् वर्णः अस्ति इति कारणतः सन्धिकार्यं कृत्वा लिखितमस्ति. एवमेव उत्तरं लिखत इत्यत्रापि मकारस्य स्थाने अनुस्वारः आगतः. किमर्थं चेत् परवर्णः लकारः हल् वर्णः. अत्र सन्धिकार्यं कृत्वा लिखितमस्ति. लिखत इति पदं वदतु. लोट्लकार मध्यमपुरुष बहुवचनम्. उत्तमम्. इदानीं वदतु. के युद्धभूमौ समवेताः? के युद्धभूमौ समवेतः? के कः? सर्वनामपदस्य बहुवचनं. के समवेताः? कर्तरि प्रयोगमस्ति. के समवेताः, प्रथमाविभक्ति बहुवचनं. समवेताः सम् उपसर्गपूर्वकः अत्र किञ्चित् काठिन्यमस्ति. सम उपसर्गपूर्वकः अव उपसर्गपूर्वकः इण्गतौ धातुतः निर्मितं क्ताप्रत्ययान्तरूपमस्ति. इत इति क्ताप्रत्ययान्तरूपं, तत्र उपसर्गद्वयमस्ति अपि च सन्धिकार्यमस्ति. आहत्य समवेताः इति क्ताप्रत्ययान्तरूपं. के समवेताः? कौरवाः पाण्डवाः च समवेताः. कुत्र? युद्धभूमौ. सप्तमी विभक्ति एकवचनं. युद्धभूमौ समस्तपदमस्ति. युद्धस्य भूमौ युद्धभूमौ. कथं वक्तव्यं? युद्धस्य भूमिः तस्यां. युद्धस्य भूमिः तस्यां. भूमिः इति स्त्रीलिङ्गपदमस्ति. वदतु भूमिशब्दस्य रूपाणि. मतिशब्दवत् भूमिः. मतिः मतीः. मतिः मती मत्यः. मतयः. भूमिः भूमी भूमयः. युद्धभूमिः इति समस्तपदमस्ति, किन्तु तत्पुरुषसमासः अस्ति इति कारणतः उत्तरपदस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भवति. अतः समस्तपदमपि स्त्रीलिङ्गे एव अस्ति. युद्धभूमिः, युद्धभूमी, युद्धभूमयः एवं वक्तव्यं भवति. अग्रे करोतु. पाण्डवानां सेनापतिः कः आसीत्? पाण्डवानां पाण्डवः अकारान्त पुल्लिङ्गः षष्ठी विभक्ति. सेनापतिः सेनायाः पतिः सेनापतिः. सेना श्रीलिङ्गे आकारान्त स्त्रीलिङ्गः अस्ति. अतः अपि पाण्डवानां सेनापतिः सन्धिकार्यं मोनुस्वारस्य. उत्तमं. मोनुस्वारस्य हलेपर्य. हलिपरे. हलिपरे. हलिपरे. हल् वर्णाः सन्ति खलु. व्यञ्जनानि सर्वाणि हल् इति वदामः. स्वरवर्णानां नाम अस्ति अच्वर्णाः. अच्वर्णाः इत्युक्ते स्वरवर्णाः. हल् वर्णाः इत्युक्ते व्यञ्जनानि. वदतु. सेनापतिः प्रथमाविभक्ति एकवचनं. कः प्रश्नार्थक सर्वनामपदं. कः प्रथमाविभक्ति. आसीत् अस् धातुस्य आसीत् लङ्लकर्म. उत्तमं. लङ्लकार भूतकालरूपं. भूतकालरूपं. पाण्डवानां सेनापतिः दृष्टद्युम्नः आसीत्. उत्तमं. पाण्डवानां सेनापतिः, तत्रापि समस्तपदं कृत्वा पाण्डवसेनापतिः वक्तुं शक्यते. सेना इति आकारान्त स्त्रीलिङ्गपदं, किन्तु सेनापतिः इति पुंलिङ्गपदम् एव. हरिशब्दवत् रूपाणि वक्तव्यानि. आसीत् इत्यत्र अस् धातुः रूपं लङ्लकाररूपमस्ति. किञ्चित् वदामि. अत्र लङ्लकाररूपम् आसीत्, आस्ताम्, आसन् एवं रूपाणि भवन्ति. नवरूपाणि सन्ति. किन्तु आसीत् इति रूपसाधनसमये सूत्रद्वयम् अपेक्षितं. सूत्रद्वयम् अस्माभिः ज्ञातव्यम्. एकं सूत्रमस्ति आटश्च. आटश्च इति सूत्रेण अकारकारयोः मध्ये वृद्धिकार्यं भूत्वा अकारस्य वृद्धिसंज्ञकवर्णः आकारः. तदर्थमेव आ इति रूपम् आयाति. यद्यपि धातुः अस् अस्ति, तथापि आटश्च सूत्रेण वृद्धिकार्यं भूत्वा आ इति भवति. इति एकः विषयः. अत्र ईकारः दृश्यते. सः ईकारः कुतः आगतः इत्युक्ते अस्ति सिचोपृक्ते इति एकं सूत्रमस्ति. तेन सूत्रेण ईट् आगमः भवति. तदर्थमेव आसीत् लङ्लकाररूपम्. अग्रे करोतु. युद्धे कति क्षत्रियाः उपस्थिताः आसन्? क्षत्रियाः असङ्ख्याः क्षत्रियाः आसन्. युद्धे युद्धः अकारान्तपुल्लिङ्गः. युद्धं युद्धं नपुंसकं लिङ्गमेव. युद्धं युद्धे युद्धानि नपुंसकलिङ्गपदमेव. किन्तु भवती जानाति एव सप्तमी विभक्तौ पुंलिङ्गे नपुंसकलिङ्गे भेदः नास्ति खलु. तृतीयविभक्ति आरभ्य सप्तमी पर्यन्तं पुल्लिङ्गशब्दमेव भवति. पुंलिङ्गशब्दवत् रूपाणि भवन्ति. कति प्रसङ्गे? वदतु. कति कति क्षत्रियाः. हौ मेनि. कः किं शब्दस्य वा अत्र? किं शब्दस्य रूपमेव. कति शब्दस्य विषये ज्ञातव्यः अंशः कः? सर्वदा कति सन्ति, कति आसन् यद्यपि उत्तरम् एकः एव क्षत्रियः अस्ति चेदपि तत्र प्रश्नं प्रष्टुमिच्छामश्चेत् कति सन्ति इति एव वक्तव्यं कति आसन् कति इति बहुवचने एव वक्तव्यमस्ति कति क्षत्रियाः आसन् क्षत्रियाः उपस्थिताः द्वयोर्मध्ये विशेषणविशेष्यभावः अत्र भेदः अस्ति खलु क्षत्रियाः उपस्थिताः अत्र विशेषणविशेष्यभावः अस्ति किन्तु एतेषां प्रश्नानाम् इत्यत्र कश्चित् भेदः अस्ति सर्वनामपदम् एव तावदेव किन्तु विशेषणम् एव कार्यं करोति अत्र तु क्षत्रियाः इति विशेष्यमस्ति उपस्थिताः इति विशेषणमस्ति क्षत्रियाः अकारान्तपुल्लिङ्गः क्षत्रियाः बहुवचनं प्रथमाविभक्ति बहुवचनमस्ति उपस्थिताः उपसर्गपूर्वकः स्थादातु एकं विशिष्टं सूत्रमस्ति तेन सूत्रेण यद्यपि धातुः स्था अस्ति स्था धातुः आकारस्य स्थाने इकारः आयाति उपस्थितवान् उपस्थितिः क्ता प्रत्ययः क्तवत् प्रत्ययः क्तिन् प्रत्ययः एते प्रत्ययाः कित् प्रत्ययाः इत्युक्ते स्था धातोः परं कित् प्रत्ययः अस्ति चेत् विशिष्टसूत्रेण अत्र इकारादेशः भवति उप उपसर्गपूर्वकः स्था धातुतः क्ता प्रत्ययस्य योजनेन आसन् वदतु आसन् अस् धातु पूर्वमेव सूत्रम् अत्र रूपसिद्धौ भिन्नानि कार्याणि भवन्ति इति वार्ता प्रत्येकं पदस्य रूपसिद्धौ कानिचन विशिष्टानि कार्याणि भवन्ति सामान्यकार्याणि अपि सन्ति अत्र आसीत् आस्ताम् आसन् रूपाणि भवन्ति अत्र युद्ध इति धातुः अस्ति युद्धधातुः दिवादिगणे अस्ति तस्य रूपं युध्यते दिवादिगणीयधातोः युध्यते इति रूपम् अस्ति तस्मात् निर्मितं पदमेव युद्धं साधु भगिनी इदानीं सुजाता भगिनी भवती करोतु तृष्टजुम्नः कस्य पुत्रः तृष्टजुम्नः प्रथमा पुंलिङ्गप्रथमाविभक्ति एकवचनं कस्य किं शब्दस्य षष्टिविभक्ति एकवचनं पुत्रः प्रथमाविभक्ति पुंलिङ्गप्रथमाविभक्ति एकवचनं कस्य इति पदस्य रूपाणि त्रिषु वचनेषु वदतु कस्य पुंलिङ्गम् अस्ति अत्र कस्य पुंलिङ्गे वदतु षष्टिविभक्तिरूपाणि त्रिषु वचनेषु कस्य कस्योः कस्यानां केषां कस्य कयोः केषां पुंलिङ्गे कस्य कयोः केषां नपुंसकलिङ्गे नपुंसकलिङ्गे समानमेव नपुंसकलिङ्गे वदतु कस्य कयोः केषाम् अपि च स्त्रीलिङ्गे कथं वदामः स्त्रीलिङ्ग कस्यायां कस्योः न कस्याः कस्याः कस्योः कयोः कयोः कासां कासां क्षम्यतां भगिनि किं शब्दस्य रूपाणि त्रिषु लिङ्गेषु ज्ञातव्यानि उत्तरं वदतु दृष्टजुम्नः द्रुपदस्य पुत्रः द्रुपदस्य पुत्रः द्रुपदपुत्रः दृष्टद्युम्नः अग्रे करोतु कः शङ्खनादं कृतवान् कः किं शब्दस्य प्रथमाविभक्ति एकवचनं शङ्खनादं द्वितीयाविभक्ति शङ्खनादं नपुंसकलिङ्ग अस्ति भगिनि शङ्खनादं नादः नद् धातुतः घञ् प्रत्ययस्य योजनेन नादः इति पुंलिङ्गपदं सिद्ध्यति किन्तु अत्र समस्तपदमस्ति तत्पुरुषसमासः अस्ति इति कृत्वा सम्पूर्णपदस्य लिङ्गम् उत्तरपदस्य लिङ्गमेव भवति तदर्थम् अत्र समस्तपदस्य प्रथमान्तं रूपं शङ्खनादः किन्तु अत्र क्रूधातोः कारणेन वदतु भीष्मः कृतवान् भवतु प्रत्ययं भवतान्तपदमस्ति रूपं साधयतु क्रूधातुः अस्ति क्रूयोगः कृतवान् क्रूधातुः अस्ति भवतु प्रत्यय भवतु आदौ प्रातिपदिकं साधनीयं प्रातिपदिकं किं कृतवत् उत्तमं कृतवत् इति प्रातिपदिकम् अस्ति. कृतवत् इति प्रातिपदिकं साधनीयं, पश्चात् सुबन्तप्रक्रिया करणीया. कृतवत् इति प्रातिपदिकं साधयतु, सौलभ्यमस्ति अत्र, काठिन्यं नास्ति. तवतु ककारलोपः भवति केन? लशक्व तद्धिते. लशक्व तद्धिते इत्यनेन ककारस्य लोपः भवति. तव कृतव केवलं वर्णमेलनमेव, क्रूयोगः तवत् कृतवत् भवति. कृतवत् इति प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि साधयितुं शक्नुमः. अत्र पुंलिङ्गे दत्तमस्ति, पुंलिङ्गे कृतवान्. स्त्रीलिङ्गे कृतवती. नपुंसकलिङ्गे कृतवत्. उत्तमम्, अग्रे करोतु. कृष्णः अर्जुनं किम् उक्तवान्? कृष्णः पुंलिङ्गप्रथमाविभक्ति एकवचनम्, अर्जुनम् अर्जुनः प्रथमाविभक्ति एकवचनं, तत्र द्वितीयाविभक्ति भवति अर्जुनं. किं शब्दः अर्जुनम् उक्तवान्, अत्र वच् धातुः अपि सकर्मकधातुः, अतः अर्जुनम् उक्तवान्, अर्जुनं प्रति उक्तवान्. कृष्णः उक्तवान्, द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. तवत् प्रत्ययः कर्तृर्धकप्रत्ययः, कर्तृपदस्य विशेषणं भवति तवत् प्रत्ययान्तरूपं. कृतवान्, दृष्टवान्, मारितवान्, श्रुतवान्, वादितवान् इत्यादीनि पदानि तवत् प्रत्ययान्तरूपाणि. तवत् प्रत्ययान्तरूपाणि कर्तृपदस्य विशेषणानि भवन्ति, इत्युक्ते सः प्रत्ययः कर्तृर्धकप्रत्ययः. किन्तु क्ताप्रत्ययः कर्मार्धकप्रत्ययः. कृष्णः इति कर्ता अस्ति अस्मिन् वाक्ये, कृष्णः कर्ता एव. कृष्णः उक्तवान् कं प्रति? अर्जुनं प्रति. किमुक्तवान्? किम् उक्तवान्? पार्थ, अत्र समवेतान् सर्वान् कुरून् पश्य. तेनयोरुभयोर्मध्ये रथं संस्थाप्य समवेतान् कुरून् पश्य इति उक्तवान्. उक्तवान् रूपं साधयतु. उक्तवान् वच् धातु सम्प्रसारणं भवति, सम्यक् न जानामि भगिनि. अत्र गोमति भगिनी कृपया स्मारयतु. वच् धातु अदादिगणीयधातुः, परिभाषणे इति अर्थः. वचि स्वपि यजादीनां किति इति सूत्रेण वच् धातोः सम्प्रसारणं भवति. सम्प्रसारणम् इत्युक्ते यणः स्थाने इकः आगच्छति, अतः वकारस्य स्थाने उकारः आगच्छति. उच् योगः तवत् इति अस्ति. चोः कुः इति सूत्रं कार्यं करोति. चकारस्य झलि परे कवर्गवर्णः आगच्छति, अतः उक्तवत् इति रूपं भवति प्रातिपदिकम्. उक्तवान्, उक्तवती, उक्तवत् इति त्रीणि रूपाणि. धन्यवादः भगिनि. उत्तमं, भगिनी साधु उक्तवती. यदा कदापि सम्प्रसारणकार्यं भवति तत्र न केवलं सम्प्रसारणविधायकसूत्रं कार्यं करोति, अपि च तत्र एकम् अन्यत् सूत्रमपि कार्यं करोति. सम्प्रसारणाच्च इति एकं सूत्रमस्ति. सम्प्रसारणाच्च तेन किं भवति इति अपि ज्ञातव्यम्. अत्र पश्यन्तु, वच् धातुः अस्ति, लिखन्तु इच्छन्ति चेत्. वच् धातुतः उच् आयाति. वा इति कथनेन वकारः, तस्मात् परम् अकारः अपि अस्ति. वा इति कथनेन वकारः, तस्मात् परम् अकारः अपि अस्ति. केवलं वकारस्य स्थाने एव उकारः आयाति सम्प्रसारणविधायकसूत्रेण. तत्र अकारस्य का गतिः? लोपः भवति भगिनि. वदतु. सम्प्रसारणच्च इति सूत्रेण अकारस्य लोपः भवति, वकारस्य उ आगच्छति, अकारस्य लोपः भवति, अतः उच् रूपं. नास्ति चेत् उयोग आयाति, तत् इष्टरूपं न भवति तत्र. उत्तमं, तदेव स्मर्तव्यः अंशः. अत्र उकार अकारयोः स्थाने पूर्वरूपादेशः भवति इति तत्र सूत्रं वदति. सम्प्रसारणाच्च इति सूत्रेण पूर्वरूपादेशः भवति इति कृत्वा द्वयोः स्थाने केवलं पूर्वरूपमेव तत्र तिष्ठति इति कारणतः वच् उच् भवति. तत्र अकारः न तिष्ठति, सम्प्रसारणाच्च सूत्रेण अपगच्छति. साधु. सुजाता भगिनी अग्रे करोतु. सर्वान् कः पूर्वमेव मारितवान्? सर्वान् द्वितीया विभक्ति बहुवचनम् अस्ति, कः प्रश्नार्थकशब्दः, पूर्वमेव पूर्वम् एव अत्र सन्धिकार्यमस्ति वा? पूर्वम् एव न वर्णमेलनमेव भगिनि. उत्तमं. सर्वशब्दस्य रूपाणि त्रिषु लिङ्गेषु सम्भवन्ति खलु? आं भगिनि. त्रिषु लिङ्गेषु वदतु. सर्वः, सर्वौ, सर्वे. सर्वं, सर्वौ, सर्वान्. पुंलिङ्गे. स्त्रीलिङ्गे वदतु. स्त्रीलिङ्गे सर्वा, सर्वे, सर्वाः, सर्वं, सर्वां, सर्वां, सर्वे, सर्वान्, सर्वाः, सर्वां, सर्वे, सर्वाः. नपुंसि वदतु. सर्वं, सर्वे, सर्वाणि, सर्वं, सर्वे, सर्वाणि. समानमेव बहु एकवचनं बहुवचनम्. सर्वाणि इत्यत्र अणत्वमस्ति, विवृणोतु. सर्वाणि रेपः निमित्तमस्ति, रसाभ्यां नूनः इच्छनेन अट्कुप्वाङ्नुमेव एतेन. विवृणोतु, अत्र स्थितिः का? सर्वाणि रेपः अस्ति, वकारः अकारः अस्ति, नकारस्य स्थाने नत्वं भवति, अट्कुप्वाङ्नुम् एवायेपि, बाधकवर्णः नास्ति, इत्यनेन अट्कुप्वाङ्नुम् एवायेपि इत्यनेन नत्वं भवति. उत्तमं. सर्वान् अन्ते नकारः अस्ति, निमित्तमस्ति, किन्तु अणत्वं न भवति, किमर्थम्? कृतवान् सर्वान् निमित्तमस्ति, रेफः अस्ति खलु सर्वान् इत्यत्र. आं भगिनि. रामान् इव प्रत्ययः अस्ति इत्यनेन न भवति, चिन्तयामि भगिनि. गोमति भगिनी वदतु. पदान्तस्य इति सूत्रम् आगच्छति, पदान्ते नकारः अस्ति चेत् तस्य नत्वं न भवति. उत्तमम्. अणत्वनिषेधकसूत्रं कार्यं करोति. सर्वाणि इत्यत्र अणत्वविधायकसूत्रं कार्यं करोति, किन्तु सर्वान् इत्यस्मिन् पदे अणत्वनिषेधकसूत्रं कार्यं करोति. कानिचन सूत्राणि विधायकसूत्राणि, कानिचन सूत्राणि अणत्वनिषेधकसूत्राणि अपि सन्ति. पदान्तस्य इति सूत्रेण अणत्वनिषेधकार्यम् अत्र भवति. सर्वान् रामान् तत्र अणत्वं न भवति. मारितवान् करोतु. मारितवान् मृ धातु अस्ति. मृ कीदृशं रूपं? मारितवान् रूपम् अस्ति, अपि च णिजन्तरूपं खलु. णिजन्तरूपम्. ओके. णिजन्तं नास्ति चेत् रूपं किं भवति? मृ धातुतः णिच् नास्ति चेत् मृतवान् भवति. मृयोगः तवत्, मृतवत्, मृतवान् इति अणिजन्तरूपं, किन्तु अत्र अणिजन्तरूपम् अस्ति. मृ धातुतः मारि इदानीं करोतु. मारि योगः शप् योगः. शप् किमर्थम् अत्र? शप् कदा आयाति? शप् मारि धातु अनन्तरं शप् योजनेन. मारयति इति रूपं साधयितुं शप् आवश्यकं, किन्तु अत्र मारयति नास्ति खलु, तवत् अस्ति वा? तवत् प्रत्ययः अस्ति. मृ इति औपदेशिकधातुतः मारि इति णिजन्तधातुः, नूतनधातोः निर्माणम् अभवत्. वदतु. तवत् ककारस्य इत्संज्ञा भवति लशक्वतदिति इत्यनेन मारितवान्. मारियोगः तवत् वर्णमेलनेन मारितवत्. मारितवत् प्रथमपुंलिङ्गमस्ति, मारितवान्. उत्तम. अत्र प्रश्नस्य उत्तरं किम्? सर्वान् कः पूर्वमेव मारितवान्? कृष्णः पूर्वमेव सर्वान् मारितवान्. कृष्णः पूर्वमेव सर्वान् मारितवान् इति उक्तमस्ति, अस्य अर्थः कः? मारितवान् वा? विश्वरूपदर्शनं शोभा भगिनी वदतु। तत्र अहं मन्ये भगिनी अर्जुनः निमित्तमेव भवति इति कृत्वा किमपि भवति तत् तत् सर्वं भगवता एव भवति, किमपि भवनीयम् अस्ति, अपि च तत्तु धर्मयुद्धम् अस्ति, अतः तत्र किमपि निर्णयं भवति चेत् धर्मस्य कृते भगवता एव भवति, अतः अर्जुनस्य किमपि तत्र स्वस्य कार्यं नास्ति इति। वा उत्तमं भगिनि, तदेव परमात्मा इति पदम् एकवारं चिन्तयन्तु, बहु उत्तमं पदं परमात्मा। परमात्मना पूर्वमेव एते सर्वे मृतवन्तः, तेषां कर्मफलम् एव तान् मारयति इति भवितुं शक्नोति। कर्मफलम् इति नपुंसकलिङ्गपदमस्ति इति कृत्वा कर्मफलं मारितवत् इति वक्तुं शक्यते। सुजात भगिनी साधु उक्तवती। केतकी भगिनी भवती वदतु। कृष्णः किमर्थं गीता हितोपदेशं कृतवान्? कृष्णः पुल्लिङ्ग् एकवचनं, वासुदेवस्य पुत्र कृष्णः, किमर्थं मकारान्त किम् अर्थ नपुसकलिङ्ग् प्रथमा द्विवचन एकवचनं, गीतोपदेशं समस्तपदमस्ति द्विवचनं कृतवान्। भगिनि द्विवचनं वा द्वितीया विभक्तिः वा? द्वितीया विभक्ति क्षम्यतां भगिनि, गीतोपदेशं समस्तपदमस्ति द्वितीया विभक्ति एकवचनं कृतवान्। कृ धातु तवतु प्रत्यय, अहं चिन्तति तवतु प्रत्यय। प्रातिपदिकं कृतवत्। स्त्रीलिङ्गे किं भवति? कृतवती। नपुंसकलिङ्गे कृतवत्। कृष्णः कृतवान्, तवतु प्रत्ययः कर्तरर्धकप्रत्ययः, इत्युक्ते कर्तारं बोधयति। कृष्णः कृतवान्, द्वयोर्मध्ये विशेषणविशेषभावः अस्ति। कृष्णः कृतवान्, किं कृतवान्? गीतोपदेशं कृतवान्, किमर्थं कृतवान् वदतु। अर्जुनस्य अज्ञाननिवारणं गीतोपदेशं कृतवान्। उत्तमं, न केवलम् अर्जुनस्य, अस्माकं सर्वान् अज्ञाननिवारणार्थं गीतोपदेशं कृतवान्। उत्तमम्, अज्ञाननिवारणार्थं समस्तपदमस्ति, अज्ञानस्य निवारणार्थम् इति भवति समस्तपदम् एव। किमर्थम् अपि चतुर्थी तत्पुरुषसमासः अस्ति, कस्मै इदम् इति, अपि च सन्धिकार्यं कृत्वा लिखितमस्ति। किमर्थं गीतोपदेशं, तत्रापि मनुस्वरः कार्यमस्ति, गीतोपदेशं कृतवान्, तत्रापि मनुस्वरः कार्यमस्ति। अग्रे करोतु। सैनिकाः कान् वादितवन्तः? सैनिकाः कान् वादितवन्तः? सैनिकाः शङ्खान्, भेरीः, पणवान्, आनकान्, गौमुखान् च वादितवन्तः। सैनिकाः अकारान्तपुल्लिङ्ग् बहुवचन, कान् मकारान्तपुल्लिङ्ग् किं शब्द द्वितीया विभक्ति बहुवचन, वादितवान् वदधातु वाचि सकर्मक से परस्मत्पदि भवति भवादि। साधु उक्तवती। वद् धातुतः अणिच् योजनेन वादि इति नूतनधातोः निर्माणं भवति। इदं रूपम् णिजन्तयुक्तं क्तवत्वन्तरूपम्। वद् धातुतः वादि इति नूतनधातोः निर्माणम् आदौ भवति, पश्चात् तवत् इति प्रत्ययं योजयामः, वादितवत् इति प्रातिपदिकम्। अत्र पुंलिङ्गे बहुवचने दत्तमस्ति, सैनिकाः वादितवन्तः। कान् इत्युक्ते अत्र सर्वाणि पदानि द्वितीयाविभक्तौ सन्ति। शङ्खान् तत्र लिङ्गं किम्? नपुंसकलिङ्गं शङ्खः इति पुंलिङ्गपदं, द्वितीय बहुवचनं शङ्खान्। भेरीः इकारान्त भेरीः बहुवचनं। लिङ्गं? लिङ्गं स्त्रीलिङ्ग। उत्तमं, पणवान्? पणवान् पुल्लिङ्ग, दैट् आल्सो द्वितीय बहुवचनम्। आनकान्, दैट्स् आल्सो पुल्लिङ्ग द्वितीय बहुवचनं। गोमुखान् द्वितीय बहुवचनं, गोमुखान् अकारान्त पुल्लिङ्ग, अकारान्त रामशब्दवत्। गोमुखः, आनकः, पणवः, शङ्खः इत्यादीनि पदानि पुंलिङ्गपदानि। अग्रे करोतु। अर्जुनस्य मोहः कथं नष्टः? विश्वरूपं दर्शनात् अर्जुनस्य मोहः नष्टवत्। अर्जुनस्य मोहः कथं नष्टः. मोहः इति पुंलिङ्गपदमस्ति, मुह् धातोः रूपमेव मोहः. नष्टः नष्टः वदतु. पुल्लिङ्ग प्रथम एकवचनम् नष्ट इस् अ नपुंसकलिङ्ग. न चिन्तयतु भवती. शोभा भगिनी किञ्चित् विवृणोतु, नष्टः इति कीदृशं पदम्? नष्टः इति ता प्रत्ययान्तरूपं, नश् इति धातुः, नश् योगः ता प्रत्ययः, तत्र ता इत्यस्य ककारस्य इत् भूत्वा लोपः, ता एव तिष्ठति, नश् योगः ता. तत्र क्षम्यतां भगिनी, एकं सूत्रम् उक्तवती भगिनी, तालव्यशकारस्य मूर्धन्यशकारः कथं भवति इति. मूर्धन्यशकारस्य आदेशस्य अनन्तरं तत्र श्रुत्वं भवति शकारस्य निमित्तेन नष्टः इति भवति, किन्तु तालव्यशकारस्य मूर्धन्यशकारः भ्रश्च भ्रश्च सृज मृज यजराज भ्राज छशांशः इति सूत्रमस्ति. वदतु. तेन सूत्रेण तालव्यशकारस्य मूर्धन्यशकारः नश् योगः ता इति. तत्र अधुना ष्टुनाष्टुः इति सूत्रेण परस्थिततकारस्य टकारादेशः, अतः नश् योगः ट नश् ओ नष्टः नष्ट इति भवति. तदनन्तरं तत्र घै प्रत्ययस्य प्रसक्तिः वा भगिनि? नष्ट इति प्रातिपदिकमस्ति, प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. प्रातिपदिकमस्ति नष्ट, नष्ट इति प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु सुबन्तप्रक्रियायाः कारणेन तत्र सुप्रत्ययं योजयामः. रामः इति पदं साधयितुं राम इति प्रातिपदिकं स्वीकृत्य प्रत्ययाः सन्ति खलु, एकविंशतिप्रत्ययाः सुप्रत्ययाः. प्रथमविभक्तौ सु औ जस् इति, अतः तत्र नष्टयोगः सु नष्टः, नष्टयोगः औ नष्टौ, नष्टयोगः जस् नष्टाः इति भवन्ति. उत्तमं. गोमति भगिनी, नष्टयोगः सु इति प्रत्ययस्य योजनेन नष्टः इति रूपं सिद्ध्यति, भवती जानाति खलु, वदतु. परिश्रमं करोमि. नष्ट इति प्रातिपदिकं, सु इति सुप्रत्ययस्य प्रथमाविभक्ति एकवचनप्रत्ययः, सु इति अत्र केवलं स तिष्ठति, अनुनासिक उकारः, उकारस्य इसज्ञा भवति, लोपः अपि भवति, उपदेशेदनुनासिके इत् इति सूत्रेण स तिष्ठति, नष्टयोगः स नष्ट स तद् पदम् अस्ति. सुप् योजनेन पदं पदसंज्ञा प्राप्नोति. ससजुषोरुः इति सूत्रं कार्यं कर्तुम् आगच्छति. पदान्तस्य सकारस्य ऋत्वं भवति. स नष्ट ऋ नष्टरु इति भवति. अत्र अपि उकारस्य अनुनासिक उच्चारणमस्ति, इत्संज्ञा भूत्वा तदपि अपगच्छति, नष्टर् इति अस्ति. अनन्तरं खरवसानयोर्विसर्जनीयः इति ऋत्वात् आगतः रेफस्य निसर्गसंज्ञा भवति, नष्टः इति रूपम्. उत्तमम्. एवं सुबन्तप्रक्रियायाः सूत्राणि आवश्यकानि. राम प्रातिपदिकात् रामः, एवमेव अत्र प्रातिपदिकं नष्ट अस्ति, तस्मात् पुंलिङ्गे रूपं साधयितुं शक्नुमः. पुंलिङ्गे रामशब्दवत् अकारान्तपदानि भवन्ति कृतान्तरूपाणि, स्त्रीलिङ्गे लताशब्दवत् दीर्घ आकारान्तपदानि भवन्ति. नष्टा इति स्त्रीलिङ्गे भवति, नपुंसकलिङ्गे फलशब्दवत् अकारान्त नपुंसकलिङ्गपदं भवति. इत्युक्ते कृतान्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. क्ताप्रत्ययः कर्मार्थकप्रत्ययः, नश धातुः अकर्मकधातुः, किन्तु तत्र बहवः विषयाः सन्ति क्ताप्रत्ययस्य प्रसङ्गे. नश धातुः अकर्मकधातुः, अतः अत्र कर्तरिप्रयोगे प्रयुक्तमस्ति. पश्यन्तु वाक्यं मोहः नष्टः, अस्मिन् वाक्ये मोहः इति पदं कर्तृपदम्, किन्तु अर्जुनस्य मोहः इति कथनेन तत्र षष्टिविभक्तिः कारकविभक्तिः नास्ति. भगिनी भगिनी अहं न जानामि मच्. चिन्ता मास्तु भगिनी, वयं सर्वे मिलित्वा चिन्तनं कुर्वन्तः स्मः. अहम् अवगतं, धन्यवादः. अहम् अवगतवती, नो चेत् मया अवगतम्. गम् धातुतः निर्मितं पदं गत अवगत इति कर्मण्यर्थे उक्तमस्ति. इत्युक्ते मया अवगतम्. पश्यन्तु, विश्वरूपदर्शनेन अर्जुनस्य मोहः नष्टः इति उक्तमस्ति. विश्वरूपदर्शनेन ज्ञानं प्राप्तवान् अर्जुनः इति मुख्यविषयः. तेन तस्य मोहः नष्टः इति वार्ता. रोहिणी भगिनी, भवती करोतु अग्रे. श्रीकृष्णः अर्जुनाय किं दर्शितवान्? श्रीकृष्णः तदवास्ति एकवचनं पुल्लिङ्गशब्दः. अर्जुनाय चतुर्थी विभक्ति एकवचनं. किं किं शब्दः? दर्शितवान्. दृष्टादोः भवति तवतु प्रत्ययः. निचन्दरूपम् इति चिन्तयामि. उत्तमं. दृश् धातुतः दर्शि इति रूपं सिद्ध्यति. नूतनधातुः दर्शि. दर्शितवान् श्रीकृष्णः अर्जुनाय विश्वरूपं दर्शितवान्. विश्वरूपः इति परमात्मनः नाम अस्ति. परमात्मा विश्व्वरूपः. तत्र बहुव्रीहिसमासः अस्ति. बहुव्रीहिसमासयुक्तं पदम् अन्यपदस्य विशेषणं भवति. विश्वरूपः कः? परमात्मा. विश्वम् एव रूपं यस्य सः इति विग्रहवाक्यमस्ति. तत्र बहुव्रीहिसमासः अस्ति. दर्शितवान् इति णिजन्तरूपम् अस्ति. णिच् नास्ति चेत् दृष्टवान् इति भवति, खलु? अग्रे करोतु. अर्जुनः किमर्थं कौरवान् मारयितुं न इच्छति? अर्जुनः प्रथमविभक्ति एकवचनं पुल्लिङ्गशब्दः. किमर्थं? किं कारणेन इति अर्थः भवति. कौरवान् कुरुशब्दस्य द्वितीयविभक्ति बहुवचनं. अत्रापि रेफः अस्ति, किन्तु अणत्वं न भवति. पदान्तस्य इति सूत्रेण वदतु. सूत्राण नत्वनिषेधः भवति. मारयितुं, मारिशब्दस्य निजन्तरूपम् एव भवति. मारयितुं तुमनन्दशब्दः. न इच्छति अर्जुनः किमर्थं कौरवान् मारयितुं न इच्छति? किमर्थं मारयितुं न इच्छति? सर्वे अर्जुनस्य बान्धवः इति दृष्ट्वा अर्जुनः कौरवान् मारयितुं न इच्छति. उत्तमं. सर्वे कौरवाः अर्जुनस्य बान्धवाः, अतः मारयितुं न इष्टवान्. अत्र मारयितुम् इति रूपम् अस्ति. कथं साधनीयं? मृगयोगनिच् वृद्धि भवति. मारि भवति तुमनन्दशब्दः. अत्र मारि गुणः भवति इति चिन्तयामि. गुणः भवति. किमर्थं चेत् मारि इत्यत्र अन्ते इकारः अस्ति. इकारः अस्ति इति कारणतः इगन्तधातुः मारि इति धातुः अनेकाच् धातुः. तस्मिन् अनेके अचुवर्णाः सन्ति. आकारः अस्ति, इकारः अस्ति. अनेकाच् धातवः सेटः भवन्ति. धातौ इडागमस्य कृते आनुकूल्यमस्ति, अतः इडागमः भवति. अपि च तुमुन् प्रत्ययः. तुमुन् इति कथनेन आदौ तकारः अस्ति. सः तकारः वलादिवर्णः. इत्युक्ते तुमुन् प्रत्ययः वलादि आर्धधातुकप्रत्ययः. वलाद्यार्धधातुकप्रत्ययः तुमुन्. अतः तकारः वलादिवर्णः अस्ति इति कारणतः तस्मिन् प्रत्यये अपि इडागमयोग्यत्वम् अस्ति. अपि च आर्धधातुकप्रत्ययः परः भवतु, सार्वधातुकः भवतु, तत्र धातुः इगन्तः चेत् तदा सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति. तेन मारे. वदतु. मारे योग इत्यस्य एचोयवायावः इति सूत्रेण अय आदेशः. मारयि योग इ मारयि तुमन्त्यस्य तुम् भवति. मारयितुम् इति रूपम्. उत्तमं भगिनि, तदेव साधु उक्तवती. तुमुन् इत्यत्र नकारस्य इतिसंज्ञा भवति हलन्त्यम् इत्यनेन. तुम् अवशिष्यते. मारि इति नूतनधातुतः तुमुन् योजनेन मारयितुम् इति रूपम्. अग्रे करोतु. अर्जुनः कान् दृष्टवान्? अर्जुनः प्रथमभक्ति एकवचनं पुल्लिङ्गशब्दः. कान् कः शब्दस्य द्वितीयविभक्ति बहुवचनं. दृष्टवान् दृष्टधातोः तवद् योजयित्वा पुल्लिङ्ग एकवचनं दृष्टवान्। अर्जुनः कान् दृष्टवान्? अर्जुनः तत्र पितॄन् पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखी शुश्रान् सुहृदश्च दृष्टवान्। उत्तम। युद्धरङ्गे कान् दृष्टवान् इति अत्र वक्तव्यं वा, नो चेत् श्रीकृष्णस्य देहे कान् दृष्टवान् इति वक्तव्यं वा? न, श्रीकृष्णस्य देहे विषयरूपमेव दृष्टवान्, तस्य विवरणं न दत्तम्। न भगिनी, सर्वान् देवान् भूतविशेषसमूहान् ऋषीन् ब्रह्माणम् ईश्वरं च दृष्टवान्। उत्तमम्। अत्र ब्रह्माणम् इति पदम् आकारान्त पुंलिङ्गपदं, ब्रह्मा इति पदमस्ति, आत्मा वत् ब्रह्माणं यथा आत्मानं पश्यति एवमेव ब्रह्माणं दृष्टवान् अर्जुनः। अग्रे करोतु। अर्जुनः कृष्णं जदे सेनयोः मध्ये स्थापयितुं किमर्थम् उक्तवान्? अर्जुनः सुनाविभक्ति एकवचनं पुल्लिङ्गशब्दः, कृष्णशब्दस्य द्वितीयविभक्ति एकवचनं, रथशब्दस्य द्वितीयविभक्ति एकवचनं, सेनयोः षष्टिविभक्ति द्विवचनं, सेनाशब्दस्य रूपं मध्ये अव्ययशब्दमिति चिन्तयामि। मध्ये इति सप्तमीरूपं भवितुं शक्नोति खलु? न जानामि भगिनी। गोमती भगिनी भवती किं चिन्तयति? अहं भगिनी अहमपि तदेव चिन्तयामि, मध्या इति रूपस्य मध्ये सप्तमी एकवचनं। रोहिणी भगिनी वदतु। स्थापयितुं, स्था धातुः, तत्र पकार आगमः भवति, निजन्तरूपं पुगन्धलघुपस्य च न स्पेशल् सूत्रं ज्ञू ज्ञ मयि आताम् इति पुक् नौ इति अन्तिमरूपम्। अत्र अर्ति ह्री व्ली क्नूयि क्ष्मा यातां पुङ्णौ इति सूत्रमस्ति, पुक्णौ, पुक् इति कथनेन पकारागमः, पुक् आगमः कित् अस्ति, पुक्णौ णौ इति कथनेन णिच् प्रत्यये परे, अत्र स्थापयति इति णिजन्तरूपमस्ति, णिच् नास्ति चेत् तिष्ठति इति भवति। स्थापयितुं साधयतु। तुमन्तशब्दः स्थापियोग इडागमः भवति, तुम अपि भवति, स्थापे योग इ योगस्तुम् एचोयवायः कार्यं करोति, स्थापय इ तुं स्थापयितुम् इति रूपं सिद्ध्यति। उत्तमं। तत्र स्थापि इति णिजन्तधातुः, स्था इति धातुतः पुक् आगमः भूत्वा स्थापि इति नूतनधातुः, स्थापि धातुः अनेकाच् धातुः अपि च इगन्तधातुः, णिजन्तधातवः इगन्ताः, तत्र इकारः अस्ति, इकारस्य गुणः भूत्वा स्थापे भवति, पश्चात् सन्धिकार्यं, पश्चात् प्रत्ययस्य योजनम् इति, स्थापयितुम् इति रूपमस्ति। अस्मिन् वाक्ये कर्मपदद्वयमस्ति, किमर्थं चेत् वच् धातुः द्विकर्मकधातुः। अत्र पश्यन्तु, अर्जुनः उक्तवान् इति सरलवाक्यम्, अर्जुनः कृष्णम् उक्तवान्, अत्र कृष्णम् एकं कर्मपदमस्ति। अन्यत् कर्मपदं किम्? रथं स्थापयितुम् उक्तवान्, अत्र कृष्णम् इति एकं कर्मपदमस्ति, रथं स्थापयितुम् उक्तवान् तत्र अन्यत् कर्मपदमस्ति। वच् धातुः अपि द्विकर्मकधातुषु अन्यतमः इति मम चिन्तनमस्ति। वच् धातुतः उक्त इति रूपं सिद्ध्यति, वच् सम्प्रसारणं भवति, सूत्रं न जानामि, वच् धातुः उच् भवति, चकारस्य चौकुः इति सूत्रेण ककारः भवति, तवद् प्रत्ययः, उक्तवत् इति प्रातिपदिकं भवति, उक्तवान् पुल्लिङ्ग एकवचनं। वच् धातुतः उक्त, वद् धातुतः उदित, उदितवान्, उदितः इत्यादीनि रूपाणि भवन्ति, किन्तु तत्रापि सम्प्रसारणकार्यं भवति एव, वद् धातुतः उदित इति रूपं सिद्ध्यति, सः धातुः भिन्नः, अत्र वच् धातुः भिन्नः। आहत्य वार्ताकः किमर्थम् उक्तवान् वदतु। अर्जुनः कृष्णं तयोः उभये युद्धार्थं युद्धं भूमौ युद्धार्थम् उपस्थितान् सर्वान् अहं द्रष्टुम् इच्छामि. अर्जुनः द्रष्टुम् इष्टवान्. तदर्थं रथं सेनयोः मध्ये स्थापयितुम् अर्जुनः कृष्णम् उक्तवान्. उत्तमं भगिनि, साधु उक्तवती, तदेव. अस्मिन् रणरङ्गे के उपस्थिताः आसन्, कैः कैः सह मया युद्धं करणीयम्, कैः कैः सह मया योद्धव्यं, युद्धं करणीयम् इत्यपि साधु, मया योद्धव्यम् इत्यपि साधु, कैः सह मया योद्धव्यम् इति अहं ज्ञातुमिच्छामि, अतः मम रथं सेनयोरुभयोर्मध्ये स्थापयतु इति कृष्णम् उक्तवान्. वासुदेवन् महोदय, अग्रे किं लिखितं पठतु. एतेषां शब्दानां विभक्तिं वचनं च लिखत. एतेषां शब्दानाम् एतेषां सर्वनामशब्द एतेषां षष्ठीभुवचनं एतशब्दस्य पुल्लिङ्गे च पुल्लिङ्गे षष्टि शब्दानां शब्दानां शब्दशब्दं शब्द अकारान्त पुल्लिङ्गे शब्दं शब्द तस्य शब्दस्य षष्टिभुवचनं शब्दानां विभक्तिं विभक्तिं द्वितीय एकवचनं विभक्तिं वचनं वचनं वचनमपि द्वितीय एकवचन एव वचनं वदने वदनानि वदनं वदने वदनानि च लिखत लिखत लिखत इति लोट् मध्यमपुरुषबहुवचनं लिखत लिखत. पश्यन्तु, शब्दः इति पुंलिङ्गपदं, विभक्तिः इति स्त्रीलिङ्गपदं, वचनं नपुंसकलिङ्गपदमस्ति. एतेषां तस्मात् परं तालव्यशकारः अस्ति, शब्दानां तस्मात् परं वकारः हल्वर्णः अस्ति. एवमेव विभक्तिम् इत्यत्र मकारस्य अनन्तरं वकारः अस्ति इति कृत्वा त्रिषु स्थलेषु सन्धिकार्यं कृत्वा लिखितम् अस्ति, खलु? अत्र च इति पदस्य प्रयोगः कृतः. च पदस्य प्रयोगः द्विधा भवितुमर्हति, साकल्यार्थे, स्वातन्त्र्यार्थे. अत्र कस्मिन् अर्थे दत्तमस्ति? न अवगतं भगिनि. च इति पदस्य प्रयोगः द्विधा भवितुमर्हति, साकल्यार्थे इत्युक्ते सकलस्य भावः साकल्यं, साकल्यार्थे अत्र दत्तमस्ति. लिखत इति पदं बहुवचने अस्ति खलु, लिखत इति पदं बहुवचने अस्ति इति कारणतः साकल्यार्थे अत्र च इति पदस्य अन्वयः भवति, न तु स्वातन्त्र्यार्थे इति मम चिन्तनम्. सकलस्य भावः साकल्यं, स्वतन्त्रस्य भावः स्वातन्त्र्यम्. अत्र लिखतु रूपाणि वदतु. लिखतु लिखतां लिखन्तु, लिख लिखतं लिखत, लिखानि लिखाव लिखाम, लिखाव लिखाम इति वदामः, उत्तमपुरुषरूपाणि. तत्र विसर्गः लुप्यते, किमर्थमित्युक्ते तत्र नित्यं णितः इति एकं सूत्रमस्ति, नित्यं णितः. तेन सूत्रेण सकारस्य लोपः भवति, सकारस्य लोपः भवति चेदेव तत्र लिखाव लिखाम इति रूपाणि भवन्ति. विसर्गस्य लोपः नास्ति लट्लकारे, तदर्थमेव तत्र ससजुषोरुः खरवसानयोर्विसर्जनीयः इति सूत्रद्वयस्य प्रसक्तिः अस्ति. अतः लट्लकारे लिखावः लिखामः. तत्र नित्यं नितः इति सूत्रेण सकारस्य लोपः भवति. नित्यं नितः इति सूत्रं केवलं नित्यलकाराणां प्रसङ्गे एव तस्य प्रसङ्गः अस्ति, किन्तु तत्र वैशिष्ट्यं किम् इत्युक्ते एकं सूत्रमस्ति, लोटो लङ्वत् इति सूत्रमस्ति. इत्युक्ते लोट् लकारे वदतु. लोट् लकारे लङ् लोट् नित्यव भवति. लोट् अपि नित्यव भवति, इत्युक्ते लङ् लकारस्य गुणाः लोट् लकारे आरोप्यन्ते लोटो लङ्वत् इति सूत्रेण. तदर्थमेव नित्यं नितः इति सूत्रेण तत्र सकारस्य लोपः भवति. तदर्थमेव लिखाव लिखाम. अग्रे करोतु. यथा पाण्डवानां षष्ठीविभक्तिभुवचनं, सेनयोः षष्ठीविभक्तिद्विभजनं, सेनयोः सेना सेनायाः सेनयोः सेनानां. यथा इति पदमस्ति खलु, वदतु. यथा यथा इत्युक्ते एवम् एवं रीत्या एवं रीत्या. उत्तमं. येन प्रकारेण, येन प्रकारेण इति वक्तुं तत्र प्रकारार्थे इत्युक्ते तृतीया विभक्त्यर्थे, पुनः वदामि तृतीया विभक्त्यर्थे थाल् इति प्रत्ययः विहितः भवति. थाल् इति प्रत्ययः, तत्र लकारः इति संज्ञकवर्णः, हलन्तिम् इत्यनेन अपगच्छति. कः प्रत्ययः भवति? थाल् ताथा इत्युक्ते तवर्गीयद्वितीयव्यञ्जनम् अस्ति खलु, थाल् तस्य प्रत्ययस्य योजनेन यथा तथा सर्वथा अन्यथा उभयथा इत्यादीनि पदानि सिद्ध्यन्ति. तदर्थमपि सूत्रमस्ति प्रकारवचने थाल् प्रकारवचने थाल् सूत्रेण, येन प्रकारेण तस्मिन् अर्थे थाल् इति प्रत्ययः अस्ति. यद् इति प्रातिपदिकात् प्रत्ययस्य योजनेन यथा इति पदं सिद्ध्यति. अत्र यद् इति प्रातिपदिकं स्वीकृत्य थाल् प्रत्ययस्य योजनेन यथा, तद् इति पदं स्वीकृत्य थाल् प्रत्ययस्य योजनेन उत्तम. प्रातिपदिकात् प्रत्ययस्य योजनं पूर्वं किं दृष्टवन्तः? धातुतः प्रत्ययस्य योजनं भवति इति पठितवन्तः. लिखत इति पदं पश्यन्तु, लिखत इति तिङ्गन्तपदं, लिख् धातुतः तिङ् प्रत्ययः योजितः. किन्तु अत्र यद् इति प्रातिपदिकं स्वीकृत्य थाल् इति प्रत्ययं योजयामः. यथा इति पदं तद् इति प्रत्ययान्तपदम्. अग्रे करोतु. युद्धभूमौ, युद्धभूमौ, युद्धभूमि इति शब्दस्य सप्तमी द्विवचनम्, अल सप्तमी एकवचनं. युद्धभूमौ, युद्धस्य भूमि, युद्धभूमि, युद्धभूमौ. महोदय सेनयोः इति दत्तमस्ति, त्रिषु वचनेषु रूपाणि वदतु. सेनयोः, सेनायाः, सेनयोः, सेनानां. युद्धभूमौ तत्रापि त्रीणि रूपाणि वदतु. युद्धभूमौ, युद्धभूम्योः, युद्धभूम्योः, युद्धभूमिषु. भूमिः इति पदं स्त्रीलिङ्गपदमस्ति. भूमिः, भूमी, भूमयः, भूमिं, भूमी, भूमीः. अत्र समस्तपदमपि स्त्रीलिङ्गे एव अस्ति. युद्धभूम्याम् अथवा युद्धभूमौ, युद्धभूम्योः, युद्धभूमिषु इति रूपाणि भवन्ति. अग्रे करोतु. विषयान्, विषयान् द्वितीय विषयान् द्वितीय द्वितीयविभक्ति बहुवचनं. विषयान् विषयं, विषयं, विषय विषयं, विषयौ, विषयान् विषयविषयौ, विषयाः, विषयं, विषयौ, विषयान् विषयान् द्वितीय बहुवचनं. अणत्वं किमर्थं नास्ति? पदान्तस्य इति, पदान्तस्य इति सूत्रेण नत्वं न भवति, नत्वं निषेधः भवति, नत्वं निषेधः भवति. निमित्तमस्ति चेदपि षकारः निमित्तं खलु, षकारः निमित्तमस्ति, तथापि अत्र पदान्तस्य सूत्रेण नणत्वं न भवति. किन्तु विषयेण इत्यत्र नणत्वं भवति, विषयाणां तत्रापि नणत्वं भवति. अग्रे करोतु. विश्वरूपदर्शनेन, विश्वरूपदर्शनेन तृतीय एकवचनं. विश्वरूपदर्शनं, विश्वरूपदर्शनं इत्यस्य तृतीय एकवचनं विश्वरूपदर्शनेन. विश्वरूपदर्शनाभ्यां विश्वरूपदर्शनैः, विश्वस्य रूपं विश्वरूपं. साधु अस्ति भगिनी वा? विश्वरूपः, विश्वरूपः इति पुंलिङ्गपदमस्ति. विश्वं एव रूपं यस्य सः इति बहुव्रीहिसमासः अस्ति. विश्वरूपस्य दर्शनं इत्युक्ते बहुव्रीहिसमासगर्भ षष्टि तत्पुरुषसमासः. विश्वरूपस्य दर्शनं बहुव्रीहिसमासगर्भ षष्टि तत्पुरुषसमासः. विश्वरूपस्य दर्शनं तेन इति वक्तव्यं. दर्शनं इत्यत्र रेफः अस्ति, किन्तु दर्शनेन इत्यत्र णत्वं नास्ति. किमर्थम्? दर्शनेन नगरा मध्ये नकार आगच्छति. अपि च, अपि च अड्कुप्वा इति सूत्रेण नगर बाध बाधा भवति. कस्य वर्णस्य बाधा अस्ति अत्र? नकारस्य, नकारस्य बाधा. अत्र रेफात् परं कः वर्णः अस्ति? रेफात् परं दर्श न, न, नकारमस्ति. चिन्तयतु, दर्शनेन इति कथनेन तत्र रेफात् परं, रेफात् परं श अस्ति, श, श. तालव्यशकारः अस्ति, अकारः अपि अस्ति, अकारः अस्ति, वर्णद्वयमस्ति. तालव्यशकारः बाधकवर्णः इत्युक्ते तालव्यशकारः अट्कुप्वाङ्नुं व्यवायेपि इति सूत्रे ये ये वर्णाः दत्ताः सन्ति तेषु अन्यतमवर्णः तालविषकारः नास्ति, तेषु नास्ति तालविषकारः. निमित्तमस्ति चेदपि व्यवधानवर्णः बाधकवर्णः, अतः निमित्तमस्ति चेदपि णत्वं न भवति. दर्शनम् इत्यत्र तालव्यषकारः एव बाधकवर्णः. उत्तमम्, अग्रे करोतु. कौरवाणां, कौरवशब्दस्य षष्टिबहुवचनं कौरवाणां, कौरवाणां कौरवाः, कौरवाः कौरव कौरवशब्दस्य षष्टिबहुवचनं कौरवाणाम्. अत्र नकारं भवति, न न भवति. अट्कुप्वाङ् इति सूत्रेण ऋ आ व एते वर्णौ आगच्छन्ति, अतः नकारस्य स्थाने णकारं भवति. कौरवाणां, कौरवाणाम् इति षष्ट्यन्तं बहुवचनरूपमस्ति, अणत्वं भवति. इत्युक्ते अत्र अट्कुप्वाङ्नुं व्यवायेपि सूत्रेण अणत्वं भवति. अत्र रेफात् परम् अकारः अस्ति, वगारमपि अस्ति, आकारः अपि अस्ति, एते वर्णाः सन्ति चेदपि. वदतु. अट्कुप्वा इति सूत्र अन्यतमवर्णाः, अन्यतमवर्णौ भवन्ति, अन्यतमाः वर्णाः भवन्ति, कारणेन नकारस्य णकारणत्वं भवति. उत्तमं, कौरवेण तत्रापि णत्वम् अस्ति. रामाणाम् इव अत्र कौरवाणाम्. अग्रे करोतु. अर्जुनाय, अर्जुनाय चतुर्थी एकवचनं, चतुर्थीविभक्ति एकवचनं अर्जुनशब्दस्य, अर्जुनाय अर्जुनाभ्याम् अर्जुनेभ्यः, अर्जुनेभ्यः अर्जुनाय एकवचनं, चतुर्थी एकवचनं. उत्तमं, पश्यन्तु कुरु इति क्रियापदमस्ति, कुरु इति प्रातिपदिकमपि अस्ति. कुरु, कुरुशब्दं गोत्रशब्दं कुरु, कुरु धातोः रूपं कुरु अस्ति. कुरु इति तिङन्तपदमस्ति, किन्तु कुरु इति प्रातिपदिकमपि अस्ति. वंशस्य, वंशस्य नाम. उत्तमं, कुरुशब्दात् एव कौरव इति पदं साधितं. तत्र अण् इति प्रत्ययः अस्ति. कुरोः अपत्यं पुमान् कौरवः. भगवान् वदतु. भगवान्, भगवान् प्रथमा विभक्ति एकवचनं, भगवान् भगवत्शब्दं प्रातिपदिकं, ततः सुप्रत्ययं योजयित्वा भगवान् लभ्यते, भगवान् इति शब्दः लभ्यते. भगवान्, भगवान् भवन् भगवान् भवन्तौ भवन्तः भवन्तः भगवान् भगवन्तौ भगवतः भगवतः न भगवान् भगवन्तौ भगवन्तः एव भगवन्तं भगवन्तौ भगवतः भगवतः. भग इति प्रातिपदिकमस्ति. भग इति प्रातिपदिकात् मतु प्रत्ययस्य योजनेन भगवत् इति प्रातिपदिकमस्ति. मतुप् इति प्रत्ययस्य नाम किमर्थं वत् इति आयति इति प्रश्नः अस्ति. तदर्थमपि एकं सूत्रमस्ति, मादुपधायाश्च मतोर्वो अयवादिभ्यः इति सूत्रेण मकारस्य स्थाने वकारः आयाति. इत्युक्ते अत्र प्रातिपदिकम् अकारान्तप्रातिपदिकमस्ति. अकारान्तप्रातिपदिकमस्ति चेत् मतु प्रत्ययस्य प्रसङ्गे मकारस्य स्थाने वकारादेशः भवति इति अनेन सूत्रेण उच्यते. भग इति प्रातिपदिकम् अकारान्तप्रातिपदिकं, भग इति कथनेन तत्र अन्ते अकारः अस्ति. प्रातिपदिकम् अकारान्तप्रातिपदिकं चेत् मकारस्य स्थाने वकारः आयाति. तदर्थमेव भगवत् इति प्रातिपदिकं सिद्ध्यति. सुबन्तप्रक्रियायाः अनन्तरं प्रथमाविभक्ते एकवचनरूपं भगवान् इति भवति. एवमेव रूपवान्, गुणवान्, धनवान्, तत्र रूप इति अकारान्तप्रातिपदिकं, गुण अकारान्तप्रातिपदिकं, धन इति अकारान्तप्रातिपदिकम्. अकारान्तप्रातिपदिकम् अस्ति चेत् मतु प्रत्ययस्य योजनवेलायां मकारस्य स्थाने वकारः आयाति. तदर्थमेव भगवान् रूपवान्, गुणवान्, धनवान्. किन्तु शक्तिः अस्ति, तत्र ईकारान्तप्रातिपदिकं शक्ति इत्यत्र. तदर्थं बुद्धिमान् एवम्. उत्तमम्, अग्रे करोतु. रथे, रथः शब्दं सप्त, तस्य सप्तमी एकवचनं रथे, रथे रथयोः रथेषु, रथे रथयोः रथेषु एवंविधं रथे. अत्र थकारः तवर्गीयद्वितीयव्यञ्जनं, तस्य उच्चारणं भिन्नं. थकारः भिन्नः, धकारः भिन्नः. इत्युक्ते महाप्राणथकारः वर्गद्वितीयव्यञ्जनं रथः. अग्रे करोतु. पितृन् पितृन् पितृशब्दस्य द्वितीयाभक्ति बहुवचनं पितृन्. पितरं पितर पितरं पितरौ पितृन् पितरं पितरौ पितृन् एवम् एवं रीत्या. उत्तमं. दीर्घरूकारः अस्ति, दीर्घरूकारस्य उच्चारणं भवेत् पितॄन् इति रूपमस्ति. द्वितीयविभक्ति बहुवचनरूपं साधयितुम् एकं सूत्रमस्ति, तस्माच्छसो नः पुंसि, तस्माच्छसो नः पुंसि इति सूत्रेण तत्र सकारस्य स्थाने नकारः आयाति. ऋकारान्तपदमस्ति इति कारणतः ऋकारान्तपुंलिङ्गपदस्य रूपाणि कथं भवन्ति इति एकवारं पश्यन्तु. अन्तिमं पदमस्ति भेरीः, वदतु. भेरीः द्वितीयबहुवचनं भेरीः, अतः भेरीः द्वितीयबहुवचनं नदीशब्दवत् तदेव. भेरी, भेर्यौ, भेर्यः द्वितीयबहुवचनम् एव भेरीः. अस्तु, साधु महोदय. अग्रे किञ्चिदेव अस्ति. शोभा भगिनी भवती करोतु. एतान् शब्दान् पठित्वा एतेषु भूतकालार्थकानां शब्दानां पुरतः चिह्नं कुरुत. तत्र एतान् शब्दान् इति तत्र सर्वनाम पदम् अस्ति एतान् इति, अतः तावदेव तत्र विशेषविशेषणं न भवति. शब्दान् तत्र एतान् शब्दान् इति द्वितीयविभक्तौ बहुवचने. पठित्वा त्वान्तपदं पठ् धातोः पुरतः त्वा प्रत्ययस्य योजनेन एतेषु इति सप्तमविभक्ति, एतद् इति प्रातिपदिकं तत्र पुंलिङ्गे. भूतकालार्थकानां, तत्र भूतकालार्थक इति भूतकालार्थकः इति भवति, भूतकालार्थकानाम् इति षष्ठीविभक्ति भवति तस्य पदस्य. तत्र भूतकाले भूतकालस्य अर्थे इति मन्ये भगिनी तत्र पदच्छेदः. शब्दानां पुरतः, तत्र पुनः शब्दः इत्यस्य शब्दानाम् इति षष्ठीविभक्ति बहुवचने. पुरतः, पुरतः इति अवयम् इति मन्ये, अवयपदमिति. पुरतः चिह्नं, चिह्नः इति मन्ये तत्र पुंलिङ्गे इति चिह्नमेव वा, क्षम्यतां, चिह्नम् इति नपुंसकलिङ्गे, चिह्नम् इति नपुंसकलिङ्गे. किं तत्र द्वितीयविभक्तौ भवति कुरुत इति लोट्लकार कृ धातोः बहुवचने. एतान् शब्दान् पठित्वा एतेषु भूतकालार्थकानां शब्दानां के सन्ति इति सूचयतु इति. उक्तवान्, उक्तवान् इति तिङ्प्रत्ययान्तपदं नास्ति, किन्तु उक्तवान् इति भूतकालार्थे भवति, क्रियापदम् इव कार्यं करोति इति कृत्वा उक्तवान् इति भूतकालार्थे भवति. अत्र ज्ञातव्यः अंशः इत्युक्ते तावतु प्रत्ययः कर्त्रर्थकप्रत्ययः. तावत् प्रत्ययस्य योजनेन तत्पदं कर्तृपदस्य विशेषणं भवति. सः उक्तवान्, अर्जुनः उक्तवान्, कृष्णः उक्तवान् एवं भवति. सर्वेभ्यः धातुभ्यः विहितः भवति. कृदन्तं पदं खलु? आम्, कृदन्तं पदम्, अपि च सर्वेभ्यः धातुभ्यः विहितः भवति इति अपि अस्ति. त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति. तत्र यदा किं प्रातिपदिकं प्राप्तं तदनन्तरं त्रिषु लिङ्गेषु भवति तवत् प्रत्ययम्. धातुः सम्प्रसारणी धातुः चेत् सम्प्रसारणं कृत्वा रूपं साधनीयम्. हा, तत्र वच् योगः तवत् इति अस्ति. तत्र सम्प्रसारणं वकारस्य तु वचि स्वपि यजादीनां चिति इति सूत्रेण भवति, वकारस्य उकारादेशः. अपि च चकारस्य चोः कुः इत्यनेन ककारादेशः भवति, अतः तत्र वच् इत्यस्य उक् इति भवति. तदनन्तरं तवत् इति प्रत्ययः, उक् तवत् एव तत्र वर्णमेलनं. तदनन्तरं पुंलिङ्गे उक्तवान् इति रूपं साधनीयम्. आसन् इति, आसन् इति अस् धातोः क्रियापदं भूतकालार्थे. तत्र अस्ति, हा आसन् इति एकवचनं न न बहुवचने आस् आसम् इति एकवचने भवति आसन् इति बहुवचने अस् धातोः भूतकालार्थशब्दः आसीत् आसीत् आस्ताम् आसन् उत्तमपुरुषे एकवचनरूपम् आसम् आसीत् आस्ताम् आसन् उत्तम प्रथमपुरुषे आसम् आस्व आस्म इति उत्तमपुरुषे भवति अत्र भेदः कः इत्युक्ते उक्तवान् इति पदं कृदन्तपदं किन्तु इदं पदं तिङ्गन्तपदं किमर्थं तथा उक्तं तिङ्गन्तपदम् इत्युक्ते धातु तिङ् प्रत्ययः यस्य पदस्य अन्ते अस्ति तत् तिङ्गन्त पदं भवति यथा सुबन्त तिङ्गन्त इति तत्र अस् धातोः सह अन्ते तिङ् प्रत्ययस्य योजनेन आसन् इति रूपं सिद्धं भवति तदेव धातुभ्यः विहिताः प्रत्ययाः द्विधा भवन्ति ये प्रत्ययाः तिङ् न सन्ति ते प्रत्ययाः कृत् प्रत्ययाः भवन्ति तत्र कृदतिङ् इति एकं सूत्रमस्ति अतिङ् प्रत्ययाः एव कृत् प्रत्ययाः कृदतिङ् इति सूत्रेण धातुभ्यः विहिताः प्रत्ययाः द्विप्रकारकाः तिङ् नास्ति सः प्रत्ययः कृत् तत्र उक्तवान् इति कृदन्त कृदतिङ् इत्यनेन इत्यनेन सूत्रेण तत्र कृत् प्रत्ययः भवति अतिङ् अस्ति इति कृत्वा आसन् इति सुप्तिङ्गन्तं पदम् इत्यनेन तिङ्गन्तपदं भवति पदं भवति तिङ् अन्ते अस्ति इति कृत्वा पदस्य अन्ते सुप्रत्ययः अथवा तिङ् प्रत्ययः भवेत् चेदेव पदं वदामः अत्र तिङ् इति प्रत्ययः अस्ति इति कारणतः इदं पदं तिङ्गन्तपदम् अग्रे करोतु कृतवन्तः तत्रापि कृतवत् इति प्रातिपदिकं कृतवन्तः इति तत्र तवतु कृदन्त बहुवचने तवतु प्रत्ययस्य जोडनेन योजनेन क्षम्यतां कृत् क्रू धातुः योगः तवत् कृतवत् इति प्रातिपदिकं तदनन्तरं कृतवान् कृतवन्तौ कृतवन्तः इति पुंलिङ्गे कृदन्तरूपाणि भवन्ति अपि च तदपि कृदतिङ् इत्यनेन कृत् कृदन्तपदं भवति अतिङ् अस्ति इति कृत्वा उत्तमम् अत्र पुंलिङ्गे दत्तमस्ति किन्तु त्रिषु लिङ्गेषु रूपाणि साधयितुं शक्नुमः अपि च कुरु कुरु इति क्रू धातोः मध्यमपुरुषे लोट्लकारे एकवचने भवति विशिष्टधातुः रूपाणि भिन्नानि भवन्ति इति कृत्वा तत्र प्रक्रियां वदनीयं वा न न तिङ्गन्तपदं खलु तिङ्गन्तपदं तिङ्गन्तपदं किन्तु कुरुः इति अस्ति चेत् कुरुः अस्ति चेत् कृदन्तपदं भवति किल सुबन्तं भवति खलु कुरु कुरु इति अस्तु कुरुः इति कौरवः अपत्यं पुमान् इति अर्थे भवति तत्र भावं भवति किल कौरवः इति कुरु इत्यस्य मम आशयः कः इत्युक्ते अत्र कुरु इति पदं दत्तमस्ति कुरु इति पदं तिङ्गन्तपदं किन्तु विसर्गः अस्ति चेत् कुरुः इति भवति गुरुः शब्दवत् सुबन्तपदम् सत्यं तत्र कुरु प्रातिपदिकेन सुबन्तप्रत्ययस्य योजनेन सुबन्तपदं भवति कुरुः इति प्रथमाविभक्तौ भवति अनन्तरं तस्य एकविंशतिः विभक्तिरूपाणि भवन्ति तदेव धातोः तत्र तिङ्प्रत्ययम् अस्ति तिङन्तपदम् अस्ति चेत् कुरु इति भवति भेदः कः इत्युक्ते अत्र धातोः परं तिङ्प्रत्ययः अस्ति किन्तु कुरुः इत्यत्र प्रातिपदिकात् सुप्रत्ययः अस्ति दृष्टं वदतु दृष्टम् इति दृश्यधातोः तत्रापि दृष्टः दृष्टा दृष्टम् इति तान्तपदम् अतः कृदन्तपदं पुनः कृदतिङ् इत्यनेन कृदन्तपदम् इति नामकरणं भवति अपि च दृश् इति धातोः आगतः पदम् क्ताप्रत्ययः कर्मार्थकप्रत्ययः मया चित्रं दृष्टम् इत्युक्ते कर्मपदस्य विशेषणं भवति कर्मार्थकप्रत्ययः अपि च सर्वेभ्यः धातुभ्यः कृताप्रत्ययः विहितः भवति अपि च तस्य रूपाणि त्रिषु लिङ्गेषु सम्भवन्ति सप्तसु विभक्तिषु अपि सम्भवन्ति खलु आम् दृष्टः अस्ति चेत् तत्र दृष्टः दृष्टौ दृष्टाः इति तादृशमेव दृष्टा दृष्टे दृष्टाः इति भवति, दृष्टम् इत्तु दृष्टं दृष्टे दृष्टानि इति भवति. क्टाप्रत्ययः इडागमयोग्यप्रत्ययः एव, किन्तु अत्र धातौ आनुकूल्यं नास्ति, दृश् धातुः इडानुकूलधातुः नास्ति इति कृत्वा इडागमः न दृश्यते. दृष्टम् इति रूपम् अस्ति, किन्तु पठ् इति धातुः अस्ति चेत् पठितं तत्र इडागमः भवति. अत्र इडागमयोग्यत्वं धातौ नास्ति. धातौ नास्ति. अग्रे करोतु. स्थापय, अत्र तत्रापि स्थापय इति भूतकालार्थे नास्ति, किन्तु तत्र स्थापय इति लोट्लकारे मध्यमपुरुषे एकवचने स्था धातोः रूपं भवति. तत्र स्थापय इति निजन्तरूपं, स्थापयतु इति प्रथमपुरुषे, तत्र स्थापय इति मध्यमपुरुषे एकवचने भवति. पूर्वं दृष्टवन्तः, रोहिणी भगिनी उक्तवती. अग्रे करोतु. आसीत्. अस्तु. आसीत्, आसीत् तु भूतकालार्थे एव, तत्र तिङ् तिङ् प्रत्ययः, अतः तत्र सुप्तिङन्तं पदम् इत्यनेन पदं भवति तिङ् प्रत्ययेन. आसीत् इति अधुना दृष्टवन्तः, अस्ति इति अस् इति धातोः लङ् रूपाणि. उत्तमम्. आसीत् इति प्रथमपुरुषे एकवचने. आसीत्, आसन् इत्यादिषु पदेषु आटश्च इति सूत्रेण वृद्ध्यादेशः भवति इति कृत्वा अकारस्य वृद्धिसंज्ञकवर्णः आकारः. अत्र आटश्च इति सूत्रस्य प्रसङ्गः अस्ति. चिन्तया अपि तत्र णिजन्तरूपं चिन्तय. चिन्त् इति धातुः तत्र अधुना न स्मरामि, नुम् आगमः भवति वा तत्र, अथवा धातुः एव औपदेशिक अवस्थायां धातोः रूपं चित्यौ. चित्यौ इदित्, इदित् इदितः नुम् धातोः इत्यनेन तत्र अनुमागमः भवति, तेन चिन्त् भवति. चिन्त् भवति. अग्रे किमपि कार्यं नास्ति, यतोहि नकारः अनुनासिकनकारः तवर्गीयवर्णः एव, अतः तत्र अनुस्वारस्य ययि सवर्णः इत्यस्य प्रसक्तिः न भवति, अथवा भवति, अपि च नकारः एव आगच्छति इति मन्ये तत्र पुनः. अतः चिन्त् चिन्त् इति रूपं प्रक्रियायाः पूर्वं चिन्त इति धातुना चिन्तया इति पुनः मध्यमपुरुषे एकवचने भवति. कृत् क्षमतां तिङ् रूपं चुरादिगणे णिच् अस्ति, अपि च अदन्तमङ्गं सिद्ध्यति. अदन्तमङ्गं सिद्ध्यति इति कारणतः अतो हेः इति सूत्रस्य प्रसक्तिः अस्ति. अत्र हि इत्यस्य लोपः लोपः भवति. अग्रे करोतु. प्राप्तवान्. प्राप्तवान्, प्राप्तवान् अपि भूतकालार्थे तवतु प्रत्ययस्य रूपं. तत् प्रायोगः, प्रा उपसर्गः, योगः आप् धातुः, अपि च तवत् प्रत्ययः. प्रा आप् तवत् इत्यनेन तत्र कार्याणि दृष्टवन्तः. प्राप्तवत् इति प्रातिपदिकं भवति, तेन पुनः पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे रूपाणि प्राप्तवान्, प्राप्तवन्तौ, प्राप्तवन्तः, प्राप्तवती, प्राप्तवत्यौ, प्राप्तवत्यः, अपि च प्राप्तवत्, प्राप्तवत्, प्राप्तवती एव किल, हा, प्राप्तवती, प्राप्तवतीम् इति भवति किल, प्राप्तवन्ति, वन्ति, क्षमतां, प्राप्तवन्ति, प्राप्तवत्, प्राप्तवती, प्राप्तवन्ति. कृत्वा, कृत्वा कृ धातुः योगः त्वा, त्वा प्रत्ययः, ककारस्य कित् भवति, अपि च तत्र कित् भवति इति कृत्वा क्निति च इत्यनेन रूप गुणनिषेधः, अतः तत्र कृ इत्यस्य कर् इति न भवति. कृ योगः त्वा, त्वा इति वर्णमेलनेन कृत्वा. तत्र कृत्वा इति अपि भूतकालार्थे एव भवति. सम्यक् उक्तवती भगिनी, धन्यवादः. कृत्वा इत्यत्र कृत्वा प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः भवति. ककारः इति संज्ञकः, अपि च एकः एव कर्ता अनेकं कार्यं करोति चेत् तदा पूर्वकालिकी क्रियायाः कृत्वा प्रत्ययः भवति. अत्र कार्यं कृत्वा गतवान्, तत्र पूर्वकालिकी क्रियायाः कृत्वा प्रत्ययः भवति समानकर्तृकयोः पूर्वकाले इति सूत्रम्, समानकर्तृकयोः पूर्वकाले इति सूत्रेण धातुभ्यः विधीयमानः प्रत्ययः अयं प्रत्ययः कृत् प्रत्ययः. अस्य प्रत्ययस्य योजनेन पदम् अव्ययं भवति, रुदन्त अव्ययम् इति वदामः. कृत् प्रत्ययः अपि च अव्ययपदं भवति. अयं प्रत्ययः भावार्थकप्रत्ययः, आर्धधातुकप्रत्ययः, इडागमयोग्यप्रत्ययः. किन्तु अत्र धातौ आनुकूल्यं नास्ति, धातुः क्रु अस्ति. क्रु धातुः अजन्तधातुः, क्रुधातुः अनिट् धातुः, अतः अत्र इडागमः न भवति. इडागमयोग्यत्वम् अस्ति चेत् धातौ तत्र इडागमः भवितुं शक्नोति, पठित्वा तत्र इडागमः दृश्यते. किन्तु अत्र इडागमः न सम्भवति, इत्युक्ते धातुः सेट् नास्ति इति अत्र वार्ता. गीताञ्जलि भगिनी अग्रे करोतु, समापयामः. अग्रिम अस्ति इच्छामि. इच्छामि तु भूतकालार्थक नास्ति, इष्य धातुतः आयाति. इच्छामि तु उत्तमपुरुष एकवचनं रूपमस्ति. तत्र किं वदामि, तत्र इष्य धातुतः इच्छ छकार कुतः आयाति, एकं सूत्रमस्ति तत्र. इषु गमीयमां छः इति सूत्रेण शकार स्थाने छकारादेशः भवति. इच्छामि इति उत्तमपुरुषरूपमस्ति. तदनन्तरं कृतवान्, वयं कृतवन्तः. क्रू धातुतः तवतु इति प्रत्यय कृदन्त प्रत्यय आयाति. कृतवान् इति पुंलिङ्गम् एकवचनरूपमस्ति. तत्रापि किमपि गुणकार्यं न भवति. तवतु कित् भूत्वा गुणनिषेधकमिति च सूत्रेण कृतवान्, कृतवन्तौ, कृतवन्तः पुंलिङ्गं रूपमस्ति. तत्तु भूतकालार्थक अस्ति. दर्शितवान् दृश्यधातुतः आयाति, तदपि तवतु रूपमस्ति. दर्शितवान् दृश्यधातुतः णिच् णिजन्तं रूपमस्ति. दर्शी इति नूतनधातुतः तवतु इति योजनेन दर्शितवान् पुंलिङ्ग एकवचनरूपम्. उपविष्टवान् उप इति उपविष्टवान् अपि तवतु रूपमस्ति. उपसर्ग अस्ति. विष्टवान् उपविष्टवान् अपि पुंलिङ्गम् एकवचनं रूपमस्ति. धातु अस्ति विष् धातु. विष् इत्यत्र तालव्यशकारान्तधातुः. तालव्यशकारान्तधातुः अस्ति इति कारणतः प्रश्च भ्रश्च सृज मृजय जराज भ्राज छशांशः इति सूत्रेण आदौ तालव्यशकारस्य स्थाने मूर्धन्यशकारः, पश्चात् स्तुत्वं भूत्वा विष्ट इति रूपं सिद्ध्यति. उप उपसर्गपूर्वकः खलु. कृतवान्, दर्शितवान्, उपविष्टवान् इमानि पदानि तवत् रूपाणि भूतकालार्थकरूपाणि खलु. हा, सर्वाणि रूपाणि भूतकालार्थकरूपाणि. तदनन्तरं स्थापयित्वा, स्था धातुतः आयाति. पुक् आगमः अस्ति तत्र. अपि च स्थापयित्वा अपि त्वान्तरूपमस्ति. त्वान्तरूपं यथा भगिनी उक्तवती, त्वान्तभूतकालार्थक नास्ति. केवल एकम् एव कर्ता अस्ति चेत् पूर्वकार्यं यत् अस्ति तत् त्वान्त योजयित्वा वदामः वयं. कृदन्त अव्ययम् इमानि पदानि अव्ययपदानि भवन्ति, इत्युक्ते सप्तसु विभक्तषु तेषां रूपाणि न विद्यन्ते. अव्ययपदं भवति क्त्वा प्रत्ययस्य योजनेन. कृत्वा, स्थापयित्वा, उक्त्वा इत्यादीनि पदानि कृदन्त अव्ययानि. पश्य वदतु. पश्यतु लोट् रूपमस्ति, मध्यमपुरुष एकवचनं, तदपि भूतकालार्थक नास्ति. दृश्यधातुतः पश्य भवति, पश्यति इति लटीरूपमस्ति. तत्र अपि सूत्रमस्ति, एकं दीर्घं सूत्रमस्ति न स्मरामि भगिनी. चिन्ता मास्तु. लोट्लकाररूपं दत्तमस्ति. लोट्लकारः कालसम्बन्धलकारः नास्ति. दशसु लकारेषु केचन लकाराः कालसम्बन्धलकाराः, यथा भूतकालार्थकलकाराः इत्युक्ते लङ् लकारः, लिङ् लकारः, लुङ् लकारः, एते लकाराः भूतकालार्थकलकाराः. एवमेव लृट् भविष्यत्काललकारः, किन्तु लोट् लकारः कालसम्बन्धलकारः नास्ति. कालसम्बन्धलकारः नास्ति लोट्. अग्रे करोतु. करोमि यथा इच्छामि. करोमि लट् उत्तम पुरुष एकरूपं एकवचनरूपम् अस्ति. क्रू धातुतः करोमि इति अपि भूतकालार्थकः नास्ति. अनुशोचति, अनुशोचति इति अपि लट् रूपम् अस्ति. लट् अस्ति चेत् तु भूतकालार्थकः नास्ति. अनु उपसर्ग अस्ति शुच् धातुतः. शोचति, अनुशोचति इति तिङन्तरूपं लट्टि अस्तु. अस्मि अस्धातुतः उत्तमपुरुष एकवचनरूपम् अस्मि. तत्रापि भूतकालार्थकरूपं नास्ति. विसृज्य किं वदामः? करोमि, अनुशोचति, अस्मि, इमानि त्रीणि पदानि वर्तमानकालरूपाणि. वर्तमाने लट् इति सूत्रेण लट् इति प्रत्ययः आयाति. इत्युक्ते लकाराः अपि प्रत्ययाः एव. लकारस्य स्थाने टिबादयः आयान्ति. विसृज्य वदतु. विसृज्य वि इति उपसर्ग अस्ति. सृज् धातुतः विसृज्य ल्यप् रूपम् अस्ति. तदपि कृदन्त अव्ययं वा भगिनि? तदेव का. हा, तदपि समानार्थक अपि अस्ति, किन्तु भूतकालार्थक तु नास्ति. कृदन्त अव्ययं पदं वि इति उपसर्ग अस्ति चेत्. तदनन्तरं वादितवन्तः. वद् धातुतः णिजन्तरूपं तव तु बहुवचनरूपम् अस्ति. वादितवन्तः, वादितवन्तः तव तु अस्ति चेत् तु भूतकालार्थक अस्ति. वद् धातुतः वादितवान्, वादितवन्तौ, वादितवन्तः इति रूपाणि इति मन्ये भगिनि. पुंलिङ्गे. हा, पुंलिङ्गे, पुंलिङ्गे. तदनन्तरम् अभवत्. अभवत् तु अस्ति आदौ लङ् रूपम् अस्ति. लङ् भूतकालार्थक एव सर्वाणि रूपाणि. अभवत् तु प्रथमपुरुष एकवचनम् अस्ति. भू धातुतः आयाति. अभवत् इति तु भूतकालार्थक अस्ति. वादितवन्तः, मारितवान्, दर्शितवान् इत्यादीनि पदानि सन्ति. अभवत्, आसन्, आसीत् इत्यादीनि पदानि सन्ति. द्वयोर्मध्ये भेदः अस्ति खलु? आं भगिनि. अभवत् तु तिङन्तरूपम् अस्ति. वादितवन्तः तु कृदन्तरूपम् अस्ति. कृत तिङ् इति सूत्रेण धातुतः विहितः तिङन्तरूपं भवितुमर्हति, अपि च कृदन्तरूपं भवितुमर्हति. पदानि भवितुमर्हन्ति. तिङन्तरूपाणि अस्ति ये ये तिङ् प्रत्यय योजयित्वा सिद्ध्यन्ति. किन्तु वादितवन्तः तु तव तु इति तु कृदन्तरूपम् अस्ति. तेन तु तिङन्तपद रूपं नास्ति, पदं नास्ति तत्र. उत्तमं. मारितवान्, मारितवान् अपि तव तु रूपम् अस्ति. मृ धातुतः मारितवान्. मारी इति णिजन्तरूपं नूतनधातुतः तव तु रूपं. मारितवान्, मारितवन्तौ, मारितवन्तः पुंलिङ्गरूपाणि अपि भूतकालार्थक भवन्ति. उत्तमं. भव वदतु. भव लोट् अस्ति. भव इति भू धातुतः मध्यमपुरुष एकवचन लोट् अस्ति. भव अत्र एव अतोहेः, अत्र अतोहेः इति सूत्रस्य आधारेण धातोः परं स्थितस्य सी प्रत्ययस्य लुक् भवति. इत्युक्ते तस्मात् पूर्वं सेर्ह्यपि च इति सूत्रस्य कार्यमस्ति, किन्तु अदन्तम् अङ्गं सिद्ध्यति इति कारणतः भुवादिगणे अदन्तम् अङ्गं भव इति कथनेन अत्र अकारः अस्ति, अङ्गमदन्तम् अस्ति इति कृत्वा अतोहेः सूत्रेण मध्यमपुरुषे एकवचने हि प्रत्ययस्य लुक् भवति. उक्त्वा वदतु. उक्त्वा वच् धातुतः आयाति त्वान्तरूपम् अपि अपि कृदन्ताव्ययं वच् धातुतः सम्प्रसारेण भूत्वा उक्त्वा इति भूतकालार्थकः नास्ति. धन्यवादाः भगिनी, उत्तमम्. ल्यप्रत्ययस्य प्रसङ्गे किं ज्ञातव्यं? सर्वेभ्यः धातुभ्यः ल्यप्रत्ययः विहितः भवति, किन्तु उपसर्गपूर्वकेभ्यः इति मुख्यविषयः. उपसर्गपूर्वकेभ्यः धातुभ्यः त्वा प्रत्ययस्य स्थाने ल्यप्रत्ययः आयाति. उपसर्गपूर्वकेभ्यः धातुभ्यः क्त्वा प्रत्ययस्य स्थाने ल्यप् आयाति, किन्तु द्वयोः अर्थः समानः. क्त्वा प्रत्ययः ल्यप्रत्ययः द्वयोः अर्थः समानः. समानकर्तृकयोः पूर्वकाले इति सूत्रेण क्त्वा प्रत्ययः विहितः भवति. ल्यप् इति प्रत्ययः अनुबन्धवर्णानां लोपकार्यानन्तरं तत्र या इति अवशिष्यते. इत्युक्ते अयं प्रत्ययः यकारादिप्रत्ययः. यकारादिप्रत्ययः किमर्थं वदन्ती अस्मि? ल्यप् इत्यस्मिन् अनुबन्धवर्णानां लोपकार्यानन्तरं या अवशिष्यते, तदर्थमेव विसृज्य तत्र या श्रूयते अन्ते. यकारादिप्रत्ययः अस्ति, ल्यप्रत्ययः वलादिः नास्ति. इत्युक्ते यकारः वल् प्रत्याहारस्थवर्णः नास्ति इति कृत्वा आर्धधातुकप्रत्ययः चेदपि वलादिप्रत्ययः नास्ति इति कारणतः, यकारः वल् प्रत्याहारे नास्ति इति कारणतः न कदापि इडागमः भवति. ल्यबन्तरूपेषु न कदापि इडागमः दृश्यते इति स्मर्तव्यः अंशः. इत्युक्ते ल्यप्रत्ययः यकारादिप्रत्ययः, अतः अत्र इडागमः न दृश्यते इति वार्ता. कथां पुनः पठित्वा कथायां द्वितीयाविभक्त्यन्तरूपाणि चित्वा लिखन्तु इति उक्तमस्ति, भवन्तः सर्वे तत्कार्यं कुर्वन्तु. आगामिनि सप्ताहे नूतनं पाठं प्रति गमिष्यामः. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.